सर्वेभ्यो नमो नमः। अस्माकं वर्गः अनुवर्तते भाषापाकः इति पुस्तकस्य अष्टविंशति अध्यायः इति अभवत् गतसप्ताहे। शुक्लादीनां पुंस्त्वं विशेषनिघ्नता च अपि इति विषये किञ्चित् पुनःस्मरणं कृत्वा अग्रे गच्छामः अद्यतन। तर्हि पुनःस्मरणं भवति, अद्यतन उपस्थापनस्य उत्तरदायित्वमस्ति कुशलमहोदयस्य। महोदय कृपया। धन्यवादः अध्यापकमहोदय। सर्वेषां नमो नमः। अष्टविंशति अध्यायस्य शीर्षक अस्ति शुक्लादीनां पुंसत्वं विशेषनिघ्नता च अपि। अत्र द्वयशब्दो प्राधान्यं स्तः, पुंसत्वम् एवं विशेषनिघ्नता। अहं तयोः कश्चित् चर्चां करोमि। एक अन्यशब्दः अपि अस्ति शुक्लदिनां, शुक्ल आदिनां वर्णार्थकशब्दाः सन्ति, यथा श्वेतः, रक्तः, नीलः, हरितः, पीतः, कपीशः, कृष्णः च। आङ्ग्लभाषायां कपीशः अर्थात् ब्राउन् कलर्। अहं कपीशः शब्दस्य अज्ञेयम् आसम्। शिष्य आचार्ये प्रश्नं पृच्छति, श्रीमन् श्वेतः आदिवर्णार्थकशब्दाः पुंसि सन्ति वा? आचार्यः उत्तरं ददाति, आम्, वर्णशब्दाः पुंसि सन्ति। शिष्यः पुनः वदति, अहं वर्णानां शब्दाः त्रिलिङ्गे प्रयोगाः श्रूयन्ते, यथा नीलः स्यूतः, श्वेता माला, कृष्णं कार्यानम् इत्यादि। भवता उच्यते वर्णशब्दः पुंसि, एते साधु वा? आचार्य उत्तरं ददाति, अर्थादिभेदात् लिङ्गादिभेदः अपि सम्भवति। शिष्यः पुनः प्रश्नं करोति, श्रोतादीनाम् अर्थद्वयम् अस्ति वा? आचार्य वदति, आम्, अर्थद्वयं सम्भवति। शिष्यः किञ्चित् सम्भ्रान्तः भवति, पुनः पृच्छति, किमर्थम् अर्थद्वयम्? आचार्य वदति, श्वेतादय गुणवाचकाः, गुणोत्वाचकाः च शब्दाः, अतः गुणवाचकत्वम् एवं गुणवत्वाचकत्वं चेत् अर्थद्वयम् अस्ति, यथा पुष्पस्य गुणः वर्णः रक्तः। इदानीं रक्तः शब्दस्य गुणवाचकः। पुष्पे अनेकगुणाः सन्ति, रक्तः एकगुणः अस्ति, एषः गुणः पुष्पे अस्ति, अतः रक्तशब्दः गुणवाचकः। पुष्पस्य एकगुणः दर्शयति, पुष्पं न दर्शयति, अतः रक्तशब्दः पुंसि अस्ति। प्रथमः नियमः अहं वदामि, गुणवाचकशब्दाः सर्वदा नियतलिङ्गं पुंसि सन्ति। गुणवत्वाचकत्वे द्रव्यस्य एवं गुणस्य विशेषप्रयोगः त्रिलिङ्गं रूपाणि लिङ्गभेदः भविष्यति। यत् विशेषस्य लिङ्गं, तत् विशेषणस्य लिङ्गम् अपि, तत् नाम विशेषनिघ्नता। यथा श्वेतः हारः, श्वेता माला, श्वेतं पुष्पमादि। अध्यापकमहोदय गतसप्ताहे अवदत् अनेक शब्दाः अपि सन्ति, ते नियतलिङ्गं पुंसि एव विशेषलिङ्गमस्ति, यथा रस अर्थक, रूपार्थक, स्वभावार्थक आदि। अहं ते शब्दाः इदानीं न जानामि, अतः द्वितीयनियमं वदामि। यदा नियतलिङ्गशब्दाः गुणवत्वाचकत्वं प्रयोगः विशेषणविशेषरूपाणि भवति, तदा त्रिलिङ्गेषु रूपाणि दर्शयति। ते शब्दाः विशेषनिघ्नता रूपं भवति। गतसप्ताहे अध्यापकमहोदय चित्रं रचयितुम् अनेक उदाहरणानि उक्तम्, अतिसुन्दरप्रकारे वयं पाठयति। घटं, पुष्पं, शाटिका आदि उदाहरणानि अन्तः पाठ्यत। अहम् एकम् उदाहरणं संक्षेपेण वदामि। एकं पुष्पमस्ति, पुष्पस्य वर्णः श्वेतः अस्ति, श्वेतं पुष्पम्। पुष्पम् अर्थात् एकं द्रव्यं। पुष्पस्य वर्णः श्वेतः, श्वेतः पुष्पस्य एकगुणः अस्ति, श्वेतः पुष्पे अस्ति, श्वेतस्य भावः श्वेतवत् अपि पुष्पे अस्ति, श्वेतपदस्य गुणः अथवा भावार्थः श्वेततत्त्वं, श्वेतशब्दे अस्ति। श्वेतवत् पुष्पं पदस्य विशेषणं विशेष्यरूपं दर्शयति। श्वेतः श्वेत नियतलिङ्गं शब्दः अस्ति, श्वेतः सर्वदा पुंसि, किन्तु विशेषणविशेषनिघ्नता दर्शयति। श्वेतत्ववत् पुष्पं वदामः, श्वेतत्ववत् युक्तं पुष्पं पदस्य विशेषणं। पुष्पं श्वेतत्ववत् अस्ति, पुष्पं सूचयति। इदानीं मया चर्चां समाप्तं भवति। सर्वेषां धन्यवादः। अस्तु महोदय, सुन्दरं, सम्यक् रीत्या प्रतिपादनम् अभवत्। अस्तु, प्रयासः भवति चेत् सम्यक् रीत्या भवति एव। अस्तु, अत्युत्तमम्। अस्तु, अग्रे सरामः अद्यतनविषये। महोदय देवकान्त, इदानीम् अहं कार्याने अस्मि, सो आई विल बी लिसनिंग ओनली मोर फॉर अनदर 15 मिनट्स। हा, समीचीनं महोदय। अस्तु अस्तु अस्तु अस्तु, धन्यवादः। तर्हि अद्यतनविषयः नूतनविषयः अस्ति, तत् विषये पठयामः अद्य। उदयकुमारमहोदयस्य उपस्थापनं भविष्यति आगामिसप्ताहे, कर्तुं शक्यते वा महोदय? हा, करिष्यामि महोदय। अस्तु, अत्युत्तमम्। अस्तु, तर्हि नवविंशति अध्यायः अस्माकम् एतावत् सम्बन्धे अस्ति, अन्तिमाध्यायः अपि अस्ति। नियतलिङ्गता अथवा विशेष्यनिघ्नता इति अस्माकं पाठः अभवत्। त्रयोविंशति अध्यायस्य आरम्भतः नवविंशति अध्यायपर्यन्तं केवलम् अस्मिन् सन्दर्भे एव कस्य शब्दस्य नियतलिङ्गता अस्ति, कस्य शब्दस्य विशेष्यनिघ्नता अस्ति, अद्यतन अन्तिमविषयः कः विषयः, अत्र किं भवति, अतीवसुन्दरम् इति अस्ति अद्यतनपाठ, अतीवसुन्दरः अस्ति एव अद्यतनपाठः। पठामः तर्हि। विनोद् महोदय, आरम्भं करोति वा महोदय? शिष्य वदति, गते गते मासे भवता शीर्षकं शीर्षकं शीर्षकम् अध्यायस्य नामं किं शीर्षकं किम् अस्ति पठतु नवविंशति अध्याय रसवाचकाः सत्यादयः च तद्धति त्रिषु द विषय अस्ति रसवाचका त्रीणि त्रीणि लिङ्गं दर्शयति शिष्यः वदति गते मासे भवता गुणवाचकानां तद्धतां च विषये उक्तं तादृशी एव व्यवस्था येषाम् अस्ति तादृशाः अन्ये केचन सन्ति किं शिष्य पृच्छति शिष्य आचार्य प्रश्नं पृच्छति गतमासे गुणवाचकानां विषय उत्तम अस्ति परन्तु किं व्यवस्था भवति अन्य कोऽपि किं सन्ति प्रश्न पृच्छति आचार्य उत्तरं ददाति परन्तु शिष्य पूर्वमासे गुणवाचका शब्दानां उक्तं विषयः अस्ति परन्तु कुत्र कुत्र उपयोग व्यवस्था शक्यम् अस्ति तत्र प्रश्नमस्ति हा किञ्चित् किञ्चित् अपि अन्यद् विषयम् अपि अस्ति महोदय तर्हि पठामः गते मासे खलु गते मासे कीदृशव्यवहारः अत्र गते मासे इति वदामः चेत् गते मासे पूर्वमासे समीचीनं समीचीनं परन्तु अत्र कीदृशव्यवहारः अस्ति अत्र गुणवाचक गते गते मासे इति विशेषणविशेषभावः अस्ति वा गते मासे हा मासे विशेष्य गते विशेष समीचीनं समीचीनम् एतादृशः अस्ति अत्र विभक्तिभेदः अपि अस्ति खलु समानविभक्तिकत्वम् अस्ति परन्तु प्रथमा इति नास्ति सप्तमी इति महोदयेन यथा उक्तं हा तादृशः अस्ति अस्तु गते मासे भवता गुणवाचकानां खलु गुणवाचक इत्युक्ते किं सर्वे स्मरन्ति वा तत्र विनोद् महोदय किञ्चित् वदति वा गुणवाचक इत्युक्ते किं गते पदं गुणवाचक अर्थं ददाति न न न न न न गुणवाचक इत्युक्ते किं गुणवत् वाचक इत्युक्ते किं तत् पठितवन्तः वयं प्रसाद् महोदय किञ्चित् वदति वा गुणवाचक इत्युक्ते किं तस्य गुणः गुणवाचकाः बलः उदाहरणं बलः गुणवाचकाः बलवत् गुणवत् वाचकाः उदाहरणं वदतु एकं मम मनसि सन्देहः अस्ति भवान् इदानीं स्मरति वा इति कृत्वा एकवारम् उदाहरणं वदतु बलः बलवत् इति न न उदाहरणवाक्यं पदं न वाक्यं अस्तु चिन्तयतु तत्र महोदय कुशलमहोदय भवतः एव उपस्थापनमासीत् वदति वा एकम् उदाहरणं गुणवाचकः पुष्पस्य वर्णः श्वेतः गुणदर्शयति गुणवत् वाचकः विशेष्य विशेषणसम्बन्धः दर्शयति यथा अन्यत् उदाहरणं गुणवद्वाचकविषये श्वेतमाला श्वेतं पुष्पं कृष्णं कार्यानम् एतादृश अस्ति प्रसाद महोदय खलु पुष्पस्य वर्णः श्वेतः वर्णः इत्युक्ते किम् एकः गुणः अस्ति खलु अतः गुणः अस्ति अस्ति चेत् सर्वदा गुणवाचकः नियतलिङ्गः इति लिङ्गभेदः न भवति यथा पटस्य शुक्लः अपि पठितवन्तः वयम् एतादृशवाक्यानि परन्तु गुणवत् इति अस्ति चेत् वत् अस्ति चेत् तत्र मतुप्रत्ययः आगच्छति इति कृत्वा अन्यपदप्राधान्यम् अस्ति इत्युक्ते विशेष्यस्य यद्लिङ्गं तद्लिङ्गं विशेषणम् अनुसरति इति कृत्वा गुणवाचक नियतलिङ्ग गुणवत् वाचक विशेषनिघ्नः इति वयं पठितवन्तः तर्हि अत्र यथा विनोदमहोदयेन उक्तं गतमासे शिष्यः पृच्छति गतमासे भवता इत्युक्ते अत्र आचार्यः इति तस्मिन् सन्दर्भे अस्ति गुणवाचकानां गुणवाचकविषये यत्र नियतलिङ्गे नियतलिङ्गं यत् भवति तद्वत्तां च विषये उक्तं खलु तादृशी एव व्यवस्था येषाम् अस्ति तादृशाः अन्य केचन सन्ति किम् इत्युक्ते वयं किं किं पठितवन्तः अर्धशब्दः पठितवन्तः शुक्लशब्दः पठितवन्तः खलु अस्माकं स्व सर्व एतत् सर्वं पठितवन्तः आवश्यकता एतादृशपदानि पठितवन्तः एतावत्पर्यन्तं यत्र लिङ्गभेदः भवति इत्युक्ते नियतलिङ्गः अपि अस्ति तत्र कुत्र कुत्र विशेषनिघ्नता अपि अस्ति इति कृत्वा शिष्यस्य प्रश्नः अस्ति इदानीम् अन्य केचन शब्दाः अपि सन्ति वा यत्र एतादृशी व्यवस्था अस्ति खलु इत्युक्ते गुणवाचक गुणवत् वाचकः धर्मपरः धर्मीपरः अवयवः अवयवी एतादृशसम्बन्धः अस्ति वा अन्यत् कुत्रापि इति तस्य प्रश्नः एतद्विषये वयं पठितवन्तः खलु कुत्र कुत्र कुत्र व्यवस्था किं किम् अस्ति इति कृत्वा अद्यतन तस्य विषये अन्तिमपाठः इति कृत्वा शिष्यः प्रश्नं पृच्छति अन्य केचन सन्ति वा अस्तु आचार्यः किं वदति विनोद महोदय पुनः सन्ति एव रचवासकाः अपि एवमेव आचार्य उत्तरं ददाति कोऽपि अन्य विषयम् अस्ति रसवाचकाः एक गुणवाचकाः पदं भवति आचार्य वदति आमामाम् अन्ये अपि सन्ति तेषु एक उदाहरणत्वेन वदति रसवाचकाः अपि एवमेव भवन्ति यत्र गुणवाचकगुणवत् वाचकविषयः भवति इति कृत्वा सः किञ्चित् उत्तरम् इदानीं ददाति अस्तु समीचीनमस्ति अग्रे पश्यामः इदानीम् अस्तु तत्र प्रसाद् महोदय अग्रे दृश्यः मधुरलवणादीनां विषये उच्यते भवता शिष्यः वदति आचार्यः वदति रसवाचकाः अपि एवमेव तत् शृण्वा शिष्यः वदति मधुरलवण आदीनां विषये उच्यते वा इति प्रश्नं पृच्छति एतानि रसवाचकाः वा इति अग्रे समीचीनम् ओके आचार्यः आम् ते रसवाचकाः पुंसि रसवन्तः विशेषनिघ्नः भवन्ति अतः ते त्रिलिङ्गः भवन्ति. आचार्यः वदति आम् मधुर मधुरलवणादीनां रसवाचकाः पुंलिङ्गः अस्ति, रसवन्तः विशेषनिघ्नः भवन्ति, विशेषनिघ्नः अस्ति. ओके, अतः ते त्रिलिङ्गे लिङ्गः भवन्ति इति, त्रिषु लिङ्गेषु भवन्ति. किञ्चित् स्वस्यैः शब्दैः वदतु अत्र महोदय. अत्र बहु किमपि अस्ति अस्य अस्मिन् आचार्यस्य उत्तरं यत् अस्ति. रसवाचकाः पुंलिङ्गः अस्ति, रसवन्तः विशेषनिघ्नः अस्ति, कः विशेषविशेषरूपं भवन्ति, त्रि लिङ्गाः भवन्ति अपि, पुंलिङ्ग स्त्रीलिङ्गानपुंसङ्ग अपि भवन्ति. अन्य किञ्चित् अपि वदतु महोदय, तत्र अस्ति खलु गुणवाचकः गुणवत् वाचकः, अत्र तत् किं तादृश किमपि इति तादृशसन्दर्भे किञ्चित् तत्र मेलनमस्ति वा, इत्युक्ते तादृश व्यवहारः अपि अस्ति वा, सम्मेलनमस्ति वा अत्र गुणवाचकः गुणवत् वाचकः एतत्? एकनिमिषः भगिनी महोदय वदतु तर्हि. अत्र विशेषनिघ्नः अस्ति रसवाचकः पुंसि, तत्र उपयुज्यते पुंलिङ्गः एव भवति. रसवन्तः अहं सम्यक् न जानामि रसवाचकाः रसवन्तः भेदः कः. भवन्तः इति जानाति वा पदं भवन्तः? आम् आम्. कुतः आगतः भवन्तः पदं? भवति शब्दस्य षष्ठी वा भवत् शब्दस्य किं भवन्तः विभक्ति किं वचनं किं भवन्तः? साहाय्यं करोतु महोदय, तत्र देवकान्त महोदय. प्रथमा विभक्ति बहुवचनं अस्ति खलु प्रसाद महोदय. भवान् भवन्तः भवन्तः अस्तु समीचीनं. अत्र तादृश करोतु, अत्र प्रथम एकवचनं किं वदतु अत्र. प्रथम एकवचनं भवान् इति, भवान् भवन्तौ भवन्तः. अतः प्रातिपदिकं वदतु अत्र किञ्चित्. भवान् भवत् भवत् शब्दः प्रातिपदिकं भवत् इति शब्दः. अत्र रसवन्तः अस्ति, एतादृश करोतु तत्र. रसवत् रसवत् प्रातिपदिकं. तर्हि तर्हि लिखतु लिखतु एकवारं. गुणवत् गुणवाचकः गुणवत् वाचकः इति उदाहरणम् अस्माकम् आसीत्. इदानीं किं रसवाचकः इति प्रथमं, यथा गुणवाचकः, यथा गुणवत् वाचकः तादृशं किं भवति द्वितीयं रससम्बन्धे? रसवन्तः रसवत् वाचकः. वदतु. अस्तु अस्तु करोतु महोदय सहायं किञ्चित्. कुशलमहोदय. रसवत् वाचकः इति अस्ति खलु, रसवत् वाचकः इति न वदति पूर्णतया, परन्तु सरिता भगिन्याः प्रयासः तथा आसीत् सङ्केतः आरम्भे एव. रसवत् इति अत्र लिखितमस्ति, रसवत् इति भवति चेत् रसवत् वाचकः भवति चेत् यथा गुणवत् वाचकः विशेषनिघ्नाः तथा रसवत् वाचकः अपि विशेषनिघ्नाः भवन्ति. इदानीं रसवाचकः इत्युक्ते किं, रसवत् वाचकः इत्युक्ते किं, तादृशसम्बन्धे चर्चा अग्रे भवति. परन्तु सः वदति यदि रसवाचकः अस्ति चेत् सर्वदा लिङ्गं किं, पुंलिङ्गः. रसवत् वाचकाः सन्ति चेत् विशेषलिङ्गः अपि त्रिषु लिङ्गेषु भवति खलु, विशेषस्य यद् लिङ्गं तादृशलिङ्गं भवति रसवत् वाचकपदस्य. इति अस्ति. अस्तु, सरिता भगिनी अग्रे. अत्रापि अमरकोशः एव प्रमाणः. आम्, अमरकोशः वदति रसाः पुंसि तद्वत्सु षडमी त्रिषु इति. अत्रापि यथा श्वेतरक्तादयः इति शब्दः अमरकोशे तत्र प्रमाणं वाक्यमस्ति. गुणे शुक्लादयः पुंसि गुणिलिङ्गात्सु इति तद्वत् इति. तत्र अमरकोशाः तथा एव वदति वा? तत्र कोऽपि प्रमाणम् अस्ति रसाः पुंसि. तत्र पंसि अस्ति चेत् तत्र मुद्रणदोषः अस्ति अथवा पंसि अस्ति तत् किञ्चित् भ्रमः अस्ति. चिन्तयामि मुद्रणदोषः अस्ति इति कृत्वा. तद्वत्सु तद्वत्सु तत्र तद्वत् शब्द तत्र षष्ठीविभक्तिः अस्ति, सप्तमीविभक्तिः अस्ति. षडमी तत्र अदश् शब्दः अस्ति. अमी तत्र प्रथम बहुवचने अस्ति. षड् रसाः सन्ति. षड् रसाः अदश् शब्दः सः शब्दवत् सर्वनामपदमस्ति. सः तौ ते, सो अदश् शब्द अमी तस्य अर्थः ते इति भवति. ते तद्वत्सु त्रिषु लिङ्गेषु भवति इति. यदि रसवत् अस्ति चेत् षड् रसाः त्रिषु लिङ्गेषु भवति इति तस्य अर्थः. परन्तु रसवाचकः अस्ति चेत् पुंसि एव. समीचीनं, तादृश अस्ति, समीचीनमस्ति. अस्तु, रसवाचकः इत्युक्ते रसः रुचिः एतादृश अस्ति चेत्. तद्वत् इत्युक्ते तत्र कीदृशरूपम् अस्ति भगिनि? तद्वत् अस्ति चेत् तद्वत् तत् अपि मतु प्रत्ययः अस्ति वा? तद्वत् खलु, तद्वत् इति मतु, तद् इति न, तद्वत् इति मतु. तद्वत् इति यथा भवत्सु इदानीं तादृशस्थितिः अस्ति तद्वत्सु, परन्तु तद्वत् इति यत् पदमस्ति तत्तु मतुपेव. तर्हि यदि गुणवाचकः अस्ति इत्युक्ते रसः वा रुचिः वा एतादृशः अस्ति चेत् सर्वदा पुल्लिङ्गः. इत्युक्ते रसः किम् अस्ति वदामः चेत् पुल्लिङ्गे वदामः. परन्तु इदानीं यदि केवलं रसः साक्षात् रसः वदामः चेत् त्रिषु लिङ्गेषु भवति. अत्र किं लिखितमस्ति? षडमी, भगिनी तु उक्तवती एव, षड् अधिकम् अमी इति अस्ति, अदस् इति पदमस्ति. असौ अमौ अमी इति भवति खलु, सः इति अर्थः, यथा सः तौ ते. वयं पठितवन्तः एतद्विषये अपि. षड् इत्युक्ते संख्यावाचकपदमस्ति, एकं द्वे त्रीणि इति कृत्वा षड्. रुचिः वयं जानीमः, लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः, कषायः इति षड् षड् रुचिवाचकाः शब्दाः अभ्यासपुस्तके वयं पठितवन्तः. षड् इति सन्ति कृत्वा ततः आगच्छति षड् इति रुचिवाचकाशब्दाः इति कृत्वा षड् षड् अमे इति कृत्वा ते षड् ये सन्ति, लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः इति कृत्वा ते यत् षड् सन्ति, ते साक्षात् सन्ति चेत् तत्र त्रिषु लिङ्गेषु भवति इति. उदाहरणत्वेन वदामः चेत् यदि कोऽपि पाठयति आरम्भे अभ्यासपुस्तके वदति शर्करायाः रुचिः मधुरः, शर्करायाः रुचिः मधुरः इति कोऽपि वदति चेत् प्रारम्भिकस्तरे एवं कोऽपि तत्र छात्रः अस्ति यद् जानाति विशेषणविशेष्यभावः, तस्य मनसि प्रश्नः आगच्छति आरम्भे शर्करायाः रुचिः, रुचिः इति तु रुचिः इति स्त्रीलिङ्गपदं, मधुरः किमपि, मधुरा किमपि नास्ति, अतः किञ्चित् गम्भीरविषयः अस्ति कृत्वा ये पाठयन्ति ते वदन्ति शर्करायाः रसः मधुरः। तर्हि ये छात्राः सन्ति कक्षायां कोऽपि क्लेशः न भवति तत्र अभ्यासपुस्तके, यतोहि अभ्यासपुस्तके अपि लिखितमस्ति रुचिः, ये शिक्षकः पाठयति आरम्भे बहु तत्र बहु अपि ये पाठयन्ति रसः इति तस्य व्यवहारं कुर्वन्ति, यतोहि शिष्यस्य मनसि कोऽपि प्रश्नाः नागच्छन्ति। शर्करायाः रसः मधुरः अथवा शर्करायाः रुचिः मधुरः, अत्र गुणवाचकः अस्ति, लिखन्तु सर्वे, अत्र गुणवाचकः अस्ति शर्करायाः रुचिः मधुरः, यथा भगिनी उक्तवती इदानीं रसः सम्बन्धे अस्ति चेत्, रुचिः सम्बन्धे अस्ति चेत् सर्वदा पुल्लिङ्गे, परन्तु वदामः चेत् शर्करा मधुरा, शर्करा मधुरा इति वदामः, केवलं साक्षात् मधुरपदमस्ति, रसः नास्ति चेत् तत्र गुणवत् वाचक अथवा रसवत् वाचक इदानीमस्ति, शर्करा मधुरा इति रसवत् वाचकपदमस्ति, परन्तु शर्करायाः रसः मधुरः अथवा शर्करायाः रुचिः मधुरः वदामः चेत् तत्र तु रसवाचकपदमस्ति, तत्र साक्षात् पुल्लिङ्गव्यवहारः इति अस्ति इति आचार्यः वदति। एतावत्पर्यन्तं कोऽपि प्रश्नः अस्ति वा? एतावत्पर्यन्तं व्यवहारः अर्थात् किम्? इदानीं द्वयोः अपि महोदय, द्वयोः सम्भवति, भवान् किं लिखति इति तत् विषये वार्ता इदानीं, भवान् किं वक्तुम् इच्छति अथवा लेखकः कोऽपि वक्तुं किम् इच्छति, यथा भवतः एव उपस्थापनम् अद्यतन आसीत्, यदि वक्तुम् इच्छति पुष्पस्य, यदि वक्तुम् इच्छति पुष्पस्य वर्णः श्वेतः, तत्र गुणवाचकः अस्ति, परन्तु यदि वदति श्वेतं पुष्पं तत्र तु विशेषनिघ्नः अस्ति, व्यवहारः कीदृशः, अत्रापि तादृशः, शर्करायाः रसः मधुरः, तत्र गुणवाचकः अस्ति, अत्र रसवाचकः, रसः अपि एकः गुणः अस्ति, तर्हि रसवाचकः अथवा गुणवाचकः वक्तुं शक्यते, परन्तु केवलं मधुर रसः अथवा रुचिः इति न वदामः, साक्षात् मधुरशब्दस्य उपयोगं कुर्मः चेत् शर्करा मधुरा शर्करा, इदानीं तत् मधुरः यत् पदमस्ति, इदानीं मधुरः बहु किमपि भवति खलु, केवलं शर्करा इति न, यत् वाक् भवति तत् अपि मधुरं खलु, सत्यवचनमपि मधुरम् अस्ति, बहु किमपि अस्ति, अतः यदि रसः सम्बन्धे गुणवाचकः इति नास्ति चेत् साक्षात् रसः अस्ति, इत्युक्ते साक्षात् ये षड् सन्ति शब्दाः तस्य प्रयोगः अस्ति चेत् तत्र तु तिसुलिङ्गेषु भवति। अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु, समीचीनम्, अग्रे गच्छामः। अस्तु, उदयकुमार् महोदय, अग्रे। वाक्यप्रयोगः एवं भवितुम् अर्हति, गुडस्य रसः रुचिः मधुरः इति प्रयोगः रसवाचकत्वे, रसवत् वाचकत्वे तु मधुरः गुरः, मधुरा शर्करा मधुरं फलं यथा वयं गुणवाचकः गुणवत् वाचकः इति पठितवान् तदेव अत्रापि रसवाचकं रसवाचकत्वम् इति द्वयोः विषये ज्ञातुम् आवश्यकं यदि रसवाचकः अस्ति चेत् तत्र नियतलिङ्गः भवति रसवाचकत्वे अस्ति प्रयोगः अस्ति चेत् अत्र विशेषनिघ्नता सम्भवति यथा गुडस्य रसः इति रसः अथवा रुचिः विषये अस्ति चेत् अत्र मधुरः इति सर्वदा रसवाचकः पुंसि एव भवति यथा वयम् अभ्यासपुस्तके अपि पठितवन्तः लवणस्य रुचिः लवणः जम्बीरस्य रुचिः आम्लः इति सो तत्र विषये पुंसि अस्ति रसवाचकः यत्र लवणः आम्लः मधुरः इति तदेव मरीचिकायाः रुचिः कटुः इति अत्र मरीचिका तु स्त्रीलिङ्गमस्ति परन्तु कटुः पुल्लिङ्गं पुंसि एव भवति किमर्थम् इति चेत् तत्र नियतलिङ्गः भवति रसवाचकः इति अर्थः समीचीनं महोदय अत्युत्तमम् एतादृशः अस्ति तत्र आचार्यस्य शिष्यस्य कथनं यथा सः इदानीम् अवगतं सः इदानीम् अवगच्छति तत्र किम् अभवत् अस्तु समीचीनम् अस्ति एतावत्पर्यन्तं अग्रे अपि करोतु महोदय अग्रे यत् आचार्यः वदति तदपि आचार्यः शृङ्गारादयः रसाः अपि एवं एवमेव इति रसम् अस्ति एतानि इदानीं पर्यन्तं रसवाचकः विषये पठितवन्तः तदेव आचार्यः वदति यथा रसवाचकः अस्ति तत्र रसविषयः अस्ति रुचिः विषयः अस्ति इति शृङ्गारविषये अपि एवमेव विषय भवति शृङ्गारः आदयः रसाः अपि एवमेव तेषु केचन पुंसि पुनः केचन नपुंसके किञ्चित् भिन्नम् अस्ति अत्र तु केचन शृङ्गारः पुंसि भवति केचन शृङ्गारः नपुंसके भवति तदेव किञ्चित् भिन्नं भवति रसवत्स तु ते विशेषनिघ्नाः यदि रसवत्सु सर्वदा विशेषनिघ्नाः अमरकोशकारः रसान् उक्त्वा अन्ते वदति अमी त्रिषु इति इत्युक्ते पूर्वे एव पठितवन्तः अमरकोशे अत्र रसविषये किम् उक्तवान् इति रसाः पुंसि तदस्तु षडमि त्रिषु इति वदति अन्ते अमरकोशकारः वदति अमी त्रिषु इति अद्भुतादयः तद्धति त्रिषु इति तस्य तात्पर्यम् अद्भुतम् इति एकं शृङ्गारम् अद्भुतमस्ति इति किमपि अद्भुत उदाहरणे वक्तुं शक्नुमः एतत् नवरसाः सन्ति किल इति वा आम् आम् या समीचीनं, परन्तु अत्र तस्य या पूर्णतया दत्तं नास्ति. समीचीनम्. अद्भुतम् आदयः इत्यादि तदपि त्रिषु इति तस्य तात्पर्यम्. सो तत्रापि अत्र विशेषनिघ्नता विशेषनिघ्नः भवति रसविषये अपि शृङ्गारविषये अपि इति तस्य इति उक्तवान् आचार्यः. तत्र शृङ्गारादयः इति अपि अस्ति खलु महोदय, तत् इत्युक्ते किं शृङ्गार? जानामि परन्तु सम्यक् कथं वक्तुमिति चिन्तनम् अस्ति. नवरसेषु एक रसः अस्ति शृङ्गारः. शृङ्गारः वा शृङ्गारं वा न इति वा अद्भुतं शृङ्गारम् इति नवरसेषु एकः अस्ति शृङ्गारः, अन्यस्ति अद्भुतः इति भयः क्रोधः इत्यादि वा. विभत्सरसः अस्ति, कारुण्यरसः अस्ति, भक्तिरसः अस्ति, शृङ्गाररसः अस्ति, हास्यरसः अस्ति. सो यु सी दीस् आर् जानर्स् आफ् आल् द वाङ्मय. वाट् दट्स् वाट् इट् से. अत्र किञ्चित् विषयान्तरमस्ति इत्युक्ते एतावत्पर्यन्तं वयं रसविषये पठितवन्तः, इत्युक्ते रुचिविषये केवलं पठितवन्तः. केवलं रसः अथवा रुचिः इति वदामः चेत् केवलं खादनविषये तथा इति नास्ति, नाटकविषये अपि अस्ति. तर्हि अद्य इदानीम् आचार्यः यत् वदति तत् नाटकविषये अपि वदति. नाटके अपि रुचिः अस्ति खलु, न तु केवलं खाद्यविषये एव. इदानीं नाटकविषये तस्य विषये इदानीं चर्चा भवति. तत्र शृङ्गारादयः इत्युक्ते नाटकस्य एकः मार्गः तथा अस्ति. तत्र केषु केचन पुंसि पुलिङ्गे सन्ति, पुनः केचन नपुंसिकलिङ्गे अपि सन्ति ये विशेषनिघ्नाः. तर्हि अमरकोशे अमि त्रिषु अपि इति लिखितमस्ति चेत् अद्भुत अपि एकप्रकारनाटक अपि अस्ति, तद्वद् अपि त्रिषु लिङ्गेषु भवति इति तात्पर्यं तस्य अमेत्रिषु वदनेन. इत्युक्ते रसः केवलं खादनविषये नास्ति, नाटकविषये अपि अस्ति. तत्रापि रसवाचकाः वा रसवत् वाचकाः अपि तदपि दर्शनीयमस्ति इति आचार्यः वदति. अस्तु, सम्यक् वा महोदय इदानीम्? आमाम्. अस्तु, अत्युत्तमम्. अग्रे अश्लेष महोदय. शिष्यः वदति, तस्मात् रूपके अस्मिन् अद्भुतं प्रमुखः रसः इति रसवाचकत्वे प्रयोगः. रसवद्वाचकत्वे तु अद्भुतं कृत्यम्, अद्भुतं रूपम् इत्यादयः प्रयोगाः. यत् वयं चर्चितवन्तः तस्य उदाहरणं शिष्य अत्र ददाति. यदि शृङ्गारादयः रसाः सन्ति चेत् तस्य उदाहरणम् अस्ति अस्मिन् अद्भुतं प्रमुखः रसः. तत्र अद्भुतं नपुंसके भवति, तर्हि तत् तत्र रस नपुंसके एव भवति. तर्हि सः एतत् उदाहरणं रसवाचकत्वे भवति. यदि रसवत् वाचकत्वस्य उदाहरणं ददाति चेत् अद्भुतं कृत्यम्, अद्भुतं रूपम् इति भवति. तत्र विशेषनिघ्नः भवति, विशेषनिघ्नता भवति तत्र. इति अस्ति उदाहरणमपि दृष्टवन्तः इति समीचीनं रसविषये अस्ति चेत् तादृश अपि भवति रसवाचकः रसवत्वाचकः अस्तु हा वदतु महोदय इदानीं अद्भुत् यदि नपुंसकलिङ्गः भवति तर्हि नियतलिङ्गं नपुंसकलिङ्गः अस्ति अश्लेष महोदय वदति तत् तस्य उत्तरम् आम् आम् यदि रसवाचकत्वप्रयोगमस्ति चेत् तत् तत्प्रयोगे नपुंसके एव भवति आचार्य पूर्वे अवदत् केचन पुंसि केचन नपुंसके तर्हि अहं मन्ये अत्र नपुंसके एव अद्भुतं पदमेव पदं तु नपुंसकम् एव इति सर्वदा सर्वदा पुंसि इति नास्ति धन्यवादः नपुंसि अपि नपुंसि अपि अस्ति अस्तु समीचीनं तर्हि महोदय हा अश्लेष महोदय इदानीमपि विषयान्तरमस्ति अग्रे पठति वा आचार्यः वदति सत्यादयः अपि एवमेव सत्यशब्दः नपुंसके अतः सः सत्यं वदति इति प्रयोगः तद्वति तु विशेष्य निघ्नता भवतः वाणी सत्या अस्ति इत्यादयः प्रयोगाः अत्र न केवलं रुचि वा रसः वा परन्तु सत्य आदिशब्दाः अपि तस्मिन्नपि एतत् रूपद्वयं भवितुमर्हति अत्र तत् सत्यादयः शब्दाः के अहं न जानामि परन्तु अत्र सत्यशब्दस्य उदाहरणम् आचार्यः वदति सत्यशब्दः नपुंसके अस्ति अतः तस्य सः सत्यं वदति इति प्रयोगः परन्तु अत्र तु द्वितीयविभक्ति भवति सत्यं सत्यम् इत्यादि अहं सत्यं सः सत्यं वदति इति प्रयोगः तद्वति तु विशेष्य निघ्नता आं परन्तु तस्य विशेष्यनिघ्नता अस्ति यदि कोऽपि गुणवत् वाचकत्वम् उदाहरणं ददाति चेत् भवतः वाणी सत्या अस्ति अत्र वाणी अस्ति चेत् तस्य विशेष्यनिघ्नता भवति तर्हि सत्या भवति न तु सत्यं तर्हि वाणी सत्या अस्ति इति आदयः प्रयोगः अत्र भवति अत्रापि सत्यादयः अपि तदेव समीचीनम् अस्तु तर्हि एतावत्पर्यन्तं किं दृष्टं खादनविषये अस्ति चेत् तत्र षड् इति सन्ति तत्र रसवाचकाः अस्ति चेत् सर्वदा पुल्लिङ्गे रसवत् वाचकः अस्ति चेत् विशेषनिघ्नः त्रिषु लिङ्गेषु भवति नाटकसम्बन्धे अपि तथा नाटकसम्बन्धे केचन पुल्लिङ्गे सन्ति केचन नपुंसकलिङ्गे सन्ति हा इति कृत्वा तत्रापि रसवाचकः रसवत्वाचकः इति भवति इदानीं तृतीयविषयः अस्ति सत्य इति विषये अस्ति चेत् सत्यशब्दः यदा नियतलिङ्गः भवति चेत् नपुंसि नपुंसकलिङ्गे भवति सत्यं वदः इति अपि वयं जानीमः एतादृशप्रयोगः अस्ति संस्कृते तादृश आध्यात्मिकपुस्तके अपि तथा अस्ति अत्र सः सत्यं वदति सत्यं विना कोऽपि अन्यपदम् अस्ति वा नास्ति इदानीं वदति सत्यादयः इत्युक्ते के सन्ति मन्ये एक धर्मम् इति अपि तत्र तदेव भवति वा इति सत्यं धर्मम् इत्यादि अन्य कोऽपि आदयः वदामः चर्चा शृङ्गारा अपि तथा अस्ति अग्रे अन्य नूतनपदानि अपि आगच्छन्ति एतत् समापयामः अन्ते वदामः तस्मिन् विषये महोदय नास्ति चेत् अस्तु, अत्र केवलम् आरम्भे सारांशः किं किम् अस्ति तत् पठित्वा अग्रे विस्तारेण चर्चां करिष्यामः. तर्हि सत्य इति अस्ति चेत् तस्य विषये अपि तथा अस्ति. नपुंसकलिङ्गे नियतलिङ्गं भवति चेत् अथवा त्रिषु लिङ्गेषु अपि भवति. अत्र पश्यतु, तद्वत् इति अस्ति खलु. अश्लेष महोदय किञ्चित् वदति वा तद्वत् इति? आम, तद्वती सप्तमी विभक्ति अस्ति तद्वत् पदस्य. तस्मिन् समीचीनं, तादृश अस्ति. तद्वत् पदस्य सप्तमी अस्ति, मतु प्रत्ययः अस्ति खलु. आम्, मतुप् इत्युक्ते तत्र अन्यपदम् इति सूचयति कृत्वा विशेषनिघ्नता सर्वदा इति अस्ति. अस्तु, समीचीनम्. अग्रे महोदय, देवकान्तमहोदय. आमां, पुनः शिष्यस्य प्रश्नः अस्ति, अत्रापि अमरकोशः एव प्रमाणम् इति तस्य प्रश्नः अस्ति. आचार्यः वदति आम्, अमरकारः वदति सत्यमृतं सम्यक् अमूनि त्रिषु तद्वदि इति अमरकोशे किञ्चित् वाक्यमस्ति. सत्यं तथ्यमृतं सम्यक् अमूनि त्रिषु तद्वति. अमूनि इत्युक्ते किम् अहं न जानामि महोदय. अत्र अधश्शब्दस्य पुनः वदतु भगिनि. अधश्शब्दस्य नपुंसके अस्ति तस्य प्रयोगः, यथा सर्वनामपदम् अस्ति न, पुल्लिङ्गे स्त्रीलिङ्गे. प्रथमा बहुवचनरूपम् अस्ति खलु, प्रथमा द्वितीया बहुवचनं नपुंसकलिङ्गे. अमुम् अमु अमून् इति अस्ति खलु, अतः अमु अमूनि नपुंसकलिङ्गे. हा हा हा, इत्युक्ते अहं द्वितीयाविभक्तौ उक्तवान्, यदि पुल्लिङ्गे अस्ति चेत्, नपुंसि अस्ति चेत् अपि तादृशः अस्ति. नपुंसि इत्युक्ते अधः अमु अमूनि वदति वा महोदय? तादृश अस्ति, समीचीनं. वदतु. समीचीनं. शिष्य श्रीमन् कष्टशब्दः अपि किम् एतादृशः एव. इदानीं शिष्यः अन्यदेकशब्दस्य विषये पृच्छति, कष्टशब्दस्य विषये इदानीं सः पृच्छति. आचार्यः वदति आम्, अतः कष्टं कार्यम् इति धर्मपरत्वेन प्रयोगः अपि न दोषाय. क्षम्यतां, प्रामाण्यं यथा स्यात् कष्टं कृञ्छ्रमाभीलं ऋष्वेषां भेद्यगामि यत् इति अमरकोशे अस्ति इति अहं मन्ये. कष्टं कष्टं कार्यम् इति धर्मपरत्वेन प्रयोगः आरम्भे यत् अभवत् श्रीमन् बहु प्रश्नः अत्र इदानीं विषयान्तरः अस्ति खलु. आमां, शिष्यः पुनः पृच्छति कष्टशब्दस्य विषये. इदानीं कष्टशब्दः अपि गुणवाचक वा गुणवत् वाचकः इति सः तस्य प्रश्नः. आचार्यः किं वदति? आचार्यः वदति आम्, इत्युक्ते कष्टशब्दः यदि गुणवाचकशब्दम् अस्ति चेत् नियतलिङ्गपदमस्ति, गुणवत् वाचकम् अस्ति चेत् त्रिषु लिङ्गेषु भवति इति तस्य सारांशः. परन्तु इदानीं सः न वदति गुणवाचकः गुणवद्वाचकः, इदानीम् अन्यत् पदम् उपयुज्य वदति. हा, तत् वद, पदस्य सन्दर्भे किञ्चित् वदतु इदानीं. यद् तस्य धर्म, परन्तु अहम् इदानीं न स्मरति, जानामि धर्मधर्मी इति विषये सः वदति. धर्मपरः कीदृशसमासः महोदय? धर्मपरः बहुव्रीहि इति अहं मन्ये महोदय. विग्रहवाक्यं धर्मस्य परः. एकनिमिषः, एकनिमिषः वदति महोदय. अस्तु, इदानीं करोतु महोदय, कुशलमहोदय सहायं करोतु तर्हि किञ्चित्. अहं मन्ये धर्मस्य परः षष्ठी प्रथम पूर्वपदं षष्ठी विभक्ति षष्ठी बहुव्री धर्मस्य परः. विग्रहवाक्यं तु न श्रूयते तथा खलु, तादृशसमासतः भवान् यथा उक्तवान् तथा नास्ति बहुव्रीहिसमासस्य विग्रहवाक्यं, तादृशं न भवति. अस्तु अस्तु, नास्ति चिन्ता. तत्र प्रसाद् महोदय किञ्चित् वदति वा, स्मरति वा, चर्चाम् अभवत् अस्माकम् इति विषये. समासविषये वा? आमां, धर्मपरः धर्मिपरः सप्ताहत्रयं पूर्वमेव एतद्विषये चर्चा अभवत् अस्माकं. हा, न स्मरति वा? अस्तु, नास्ति चिन्ता. तत्र उदयकुमार् महोदय. अहमपि किञ्चित् चिन्तनमस्ति भवतः अपि. अस्तु अस्तु, नास्ति चिन्ता. अस्तु, तत्र अश्लेष महोदय किञ्चित् वदति वा? धर्मपरः अस्ति चेत् धर्मः यस्मिन् यस्मिन् अस्ति सः धर्मपरः. तत्र भावः अस्ति यदि उदाहरणमस्ति चेत् पालके. विग्रहवाक्यं विग्रहवाक्ये चिन्ता एकनिमिषः चिन्तनम् अस्ति. हा, अस्तु अस्तु. भगिनी, सरिता भगिनी वदति वा किञ्चित् विग्रहवाक्यं अपरम् आरम्भे. अपरम् अपरं धर्म अव्ययीभावः अस्ति इति मन्ये. अपरं धर्मम् अथवा प्रथम तत्पुरुष कृतः चेत् अपरं धर्मम् इति अपि वक्तुं शक्नुमः. तत्र प्रथम तत्पुरुष भवति एकदेशी समासः यदि अर्धफलस्य अपरं धर्मस्य इति अथवा परं धर्मस्य पूर्णतया धर्मिपरः. धर्मिपरः धर्मी तत्र सप्तमी विभक्ति अस्ति. यस्मिन् अपरं धर्मः धर्मीपरः. अस्तु अस्तु अस्तु अस्तु, नास्ति चिन्ता. प्रायशः वयं चिन्तितवन्तः इति अहं मन्ये, परन्तु चर्चां करिष्यामः. प्रायशः एतत् विषयः आगतं त्रयोविंशति अध्याये. आवश्यकता शब्दः साधु एव वा, तत्र धर्मपरः धर्मिपरः सम्बन्धे चर्चा अभवत्. धर्मपरः धर्मिपरः द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति, द्वयोः बहुव्रीहि एव. प्रथमधर्मपरः धर्मः परः यस्य सः धर्मपरः, धर्मी परः यस्य सः धर्मीपरः. पदद्वयं तु बहुव्रीहि अस्ति एव, यतोहि अन्यपदप्राधान्यमस्ति कृत्वा. परन्तु भेदः यः अस्ति, धर्मी अस्ति चेत् इमि प्रत्ययः. इमि प्रत्ययः इत्युक्ते यस्य, यस्मिन् वा इति इनि प्रत्ययः. धर्मी इत्युक्ते अन्यस्मिन् धर्मः अस्ति इति कृत्वा, खलु? गुणः अस्य अस्ति वा, गुणि इति अस्ति, खलु? धर्मिन् इति नकारान्तपदमस्ति तत्र इति कृत्वा, धर्मी इत्युक्ते तत् अन्यस्मिन् अस्ति इति सूचयति केवलम्. तर्हि धर्मपरः धर्मीपरः, गुणवाचकः गुणवद्वाचकः, इदानीं सम्पर्कः करिष्यामः चेत् कीदृशसम्बन्धः अस्ति इदानीं तद्वदतु. तत् अस्माकम् अवगमनम् अस्ति चेत् सम्यक् अस्ति. यत् धर्मपरः तत् नियतलिङ्गः वा विशेष्यनिघ्नः वा? धर्मपरः अस्ति चेत् आवश्यकता शब्दे वयं पठितवन्तः धर्मपरः. नियतलिङ्गमस्ति महोदय, धर्मपरः. समीचीनमस्ति, हा, तादृशं समीचीनमस्ति. तथा भवतः प्रायशः तत्र उपस्थापनमपि आसीत् एतद् विषये देवकान्तमहोदयस्य. समीचीनम्. धर्मपरः इत्युक्ते गुणवाचकत्वम् इति, धर्मीपरः इत्युक्ते गुणवत् वाचकत्वम्. केवलं भिन्नभिन्नप्रयोगः अस्ति, अर्थं तु समानमेव सन्दर्भे, व्याकरणे तस्य प्रयोगः एकमेव इति कृत्वा तादृशसम्बन्धः अत्र वदतु इदानीं महोदय, देवकान्तमहोदय. पुनः वाक्यं पठतु, आचार्यः किं वदति. आम्, कष्टं कार्यम् इति धर्मपरत्वेन प्रयोगः इत्युक्ते कष्टं केवलं तत्र तिष्ठतु, तस्य विषये वदतु केवलं. समीचीनं, इत्युक्ते कष्टं धर्मपरः अस्ति, तस्य नियतलिङ्गम् अपि अस्ति कष्टम् इति पदं. नपुंसकलिङ्गे अस्ति सर्वदा. तादृश नास्ति महोदय, कष्टः परन्तु धर्मपरत्वेन प्रयोगः अस्ति खलु. तादृश अत्र विषयः अस्ति. अतः मम प्रश्नः, तत्र मुद्रणदोषः अस्ति महोदय, तद्भवति धर्मिपरत्वेन न तु धर्मपरत्वेन. कष्टं कार्यं यत् लिखितमस्ति तत् धर्मिपरत्वेन. अतः मम प्रश्नः आसीत्, धर्मपरः किं वयं जानीमः वा, धर्मिपरः किं जानीमः वा? जानीमः चेत् अत्र मुद्रणदोषः अस्ति इति वक्तुं शक्यते. कष्टं कार्यं, कष्टं कार्यमस्ति चेत् कार्यम् इति पदस्य यद् लिङ्गं तत् लिङ्गं स्वीकरोति कष्टम्, अतः धर्मीपरः इति विशेषनिघ्नः. विशेषमस्ति कार्यं, तस्य लिङ्गमस्ति नपुंसकलिङ्गम्, अतः कष्टपदस्य अपि नपुंसकलिङ्गम्, खलु? कष्टपदस्य अपि तत्र अन्ये तत्र त्रिषु लिङ्गेषु भवति कष्टपदं, परन्तु अत्र कष्टं कार्यं यत् अस्ति तत् धर्मीपरत्वेन प्रयोगः, न तु धर्मपरत्वेन. परन्तु अत्र अपि न दोषाय इति वक्तव्यम् अस्ति. यदि गुणवत् वाचकत्वेन प्रयोगः भवति चेत् विशेष्यनिघ्नता सर्वदा भवति इति उत्सर्गः अस्ति. तत्र अपि न दोषाय इति किमर्थं वक्तव्यम्? अपि न दोषाय इत्युक्ते कानिचन, if I am going to say that is also okay, that means something is some there is a badaka sutra somewhere. No. Atra kim asti bhagini ityukte sarve prayasah kasta shabdasya niyat linga rupam iti swikurvanti. Pulinge asti iti krutva. Avagacchati va? Pulinge iti swikurvanti. Ityukte asmakam jnanam asti khalu. Jnanam ityukte jnanam sarvada pramatmakam jnanam iti nasti. ज्ञानं भ्रमात्मकं ज्ञानं अपि अस्ति खलु परन्तु ज्ञानमेव ज्ञानं किमपि भवतु मस्तिष्के मनसि किमपि ज्ञानं भवतु भ्रमात्मकं भवितुं अर्हति भ्रमात्मकम् अपि भवितुं अर्हति इति कृत्वा तादृशे केवलं दत्तमस्ति यदि पुल्लिङ्गे भवान् चिन्तयति चेत् केवलं तादृश पुल्लिङ्गे भवति यथा रसः रुचिः तादृशे खलु पाठस्य आरम्भः तथा अभवत् इति धर्मपरत्वेन धर्मपरत्वेन सर्वदा पुंसि परन्तु कष्टं कार्यम् इति धर्मीपरत्वेन अपि न दोषाय किमर्थं त्रिषु लिङ्गेषु गुणवत् वाचकत्वेन तस्य प्रयोगः त्रिषु लिङ्गेषु भवति इति अस्ति इति अस्ति अस्तु समीचीनं परन्तु अत्रापि कष्टकरं कार्यं तत् पश्यामः अग्रे तत् पश्यामः अग्रे कुशलमहोदय न पठितं महोदय समापयतु कृपया आम् कष्टकरं कार्यम् इत्यपि प्रयोगः भवितुम् अर्हति खलु शिष्यः वदति आचार्यं उत्तरं ददाति आम् तदा तु कष्टशब्दस्य धर्मपरता नियतलिङ्गं धर्मपरः नियतलिङ्गं तु धर्मपरता अपि नियतलिङ्गं शब्दः कष्टशब्द नियतलिङ्गं भवति सो कष्टकरं कार्यं कष्टकरं द्वितीयविभक्ति इदानीं नपुंसकलिङ्ग् अथवा नपुंसकलिङ्गं किञ्चित् वदामि महोदय अस्तु नास्ति चिन्ता तद्विषये किञ्चित् पश्यामः अत् कष्ट इत्युक्ते शब्दः कुतः आगतः किञ्चित् लेखनस्य आवश्यकता अस्ति अत्र कागदं लेखनी स्यात् पुरतः कष्टशब्दः इत्युक्ते कुतः आगतः कोऽपि वक्तुमिच्छति वा षष्ठे भक्ति कष्टशब्दः षष्ठी एवं सप्तमी अपि यदि कष्टशब्दस्य प्रयोगः भवति तर्हि षष्ठी सप्तमी विभक्ति भवति तादृशः इति नास्ति तत्र विषयः किञ्चित् भिन्नात्मकमस्ति ओके कष्टशब्दः अस्ति कस् कष् कष् इति धातुः मृर्धन्यषकारः कष् इति धातुः अस्ति तत्र क्रियापदं भवति कषति इति भवति मृर्धन्यषकारः कषति कष्टपदम् अस्ति क्तान्तप्रयोगः कष् इति धातुः कष् इति धातुः क्तान्त वयं जानीमः क्त प्रत्ययः इति कृत्वा कष्टः इति भवति क्तान्तप्रयोगे किं भवति रूपाणि एकमेव लिङ्गे वा त्रिषु लिङ्गेषु वा त्रिषु लिङ्गेषु भवति कष्टः कष्टः इति अस्ति खलु कष्टः कष्टः कष्टम् इति भवति क्तान्तप्रयोगे अस्ति चेत् क्तान्तप्रयोगे अस्ति चेत् सर्वदा त्रिषु लिङ्गेषु भवति किन्तु त्रिषु लिङ्गेषु भवति चेत् धर्मी त्रिषु लिङ्गेषु भवति चेत् अत्र कोऽपि मनसि सन्देहः न स्यात् त्रिषु लिङ्गेषु अस्ति चेत् विशेषनिघ्नः धर्मिपरः इति अस्ति त्रिषु लिङ्गेषु भवति चेत् खलु इति आचार्यः प्रथमे यत् उक्तं परन्तु कष्टकरं कार्यम् अत्र अस्ति चेत् कष्टकरं कष्टकरं कार्यम् इति अस्ति चेत् तत्र अत्र किं भवति? अत्र केवलं कष्टपदं नास्ति, तत्र करपदम् अपि अस्ति खलु, कर इति पदमपि अस्ति, कष्टकरम् इति कार्यम् इति कोऽपि वदति चेत् कष्टकरः कार्यम् इति समीचीनं नास्ति, कष्टकरम् एव कार्यम्। अत्र तु धर्मपरता इति अस्ति, इत्युक्ते नियतलिङ्गता अस्ति कष्टपदस्य, नपुंसि नपुंसि अस्ति, नपुंसि अस्ति। किमपि तत्र वयं जानीमः स्तान्त प्रत्यये अपि किमपि लिङ्गं न जानीमः चेत् तत्र किं लिङ्गं भवति इत्युक्ते नपुंसि इति भवति इति कृत्वा धर्मपरता तत्र अस्ति कष्टशब्दे। अन्तिम उदाहरणे कष्टकरम् इति कार्यं कृत्वा तत्र कष्टशब्दस्य धर्मपरता अस्ति। अत्र पुस्तके न दत्तमस्ति, परन्तु कष्टशब्दस्य तु क्तान्तप्रयोगः इति कश् इति धातुः कृत्वा कषति कृत्वा कष्टः अत्र अन्यत् किञ्चित् अपि तत्र केवलं कष्टविषये इदानीं चिन्तयामः चेत् किञ्चित् वदामि। एतत् सर्वं पुस्तके न दत्तमस्ति। अमरकोशः इति पुस्तके एकं सूत्रमपि अस्ति कष्टसम्बन्धे। तत्र यथा वयम् अद्यतन चिन्तितवन्तः एव, तत्र रुचिषु इति षडमी अस्ति खलु, षड् रुचिषु षड् इति अस्ति, लवणः आम्लः मधुरः एकनिमिषः तत्र ध्वनिः अस्ति चेत् कृपया म्यूट् कुर्वन्तु। अस्तु, तत्र लवणः आम्लः मधुरः कटुः तिक्तः कषायः इति आसीत् षड् रुचिः इति कृत्वा, तद्विषये वयं दृष्टवन्तः। तादृश अपि अत्र कष्टविषये अपि तथा अस्ति इति अत्र लिखितमस्ति, दुःखस्य नवनामानि, दुःखस्य नवनामानि। कष्टं दुःखं समानमेव वा? हा वदामः महोदय किञ्चित् एकनिमिषेषु। नवनामानि इत्युक्ते किं? पीडा, बाधा, व्यथा, दुःखम्, आमनस्यं, प्रसूतिजं, कष्टं, कुष्ठ्रम्, अभीलम् खलु। तत्र यथा महोदयेन पठितं, देवकान्तमहोदयेन तत्र लिखितमस्ति खलु, शापकष्टं, कृच्छ्रम् अभिलं, वदतु भगिनि। श्रम अपि अस्ति तत्र, तत्र श्रम एवं वा? अस्तु, मया प्रायशः एतत् दृष्टम्। हा, अत्र लेखनस्य इत्युक्ते वदनस्य आशयः एवमस्ति, यदि पदम् अस्ति दुःखं खलु, इत्युक्ते तत्र किं लिखितमस्ति सूत्रे इत्युक्ते कष्टः इत्युक्ते दुःखस्य नवनामानि, परन्तु सूत्रस्य आरम्भे कष्ट एव अस्ति, आरम्भे कष्ट इत्युक्ते दुःखस्य नवनामानि इति लिखितमस्ति तत्र उदयकुमार महोदयस्य। कष्टः इत्युक्ते दुःखं वा? सूत्रे तादृश लिखितमस्ति, कोशः इत्युक्ते भाषा प्रयोगः केवलं, कष्टः इत्युक्ते दुःखस्य नवनामानि इति लिखितमस्ति। तत्र कष्टः एकः एव, दुःखः इदानीं वदामः चेत्, दुःखः यदि वदामः चेत् दुःखपदस्य अपि यदि गुणवत्वाचकः प्रयोगः अस्ति चेत् त्रिषु लिङ्गेषु भवति, वयं जानीमः। इत्युक्ते दुःखः श्रुतिः निर्गुणः, अथवा दुःखा सेवा, सर्वं दुःखं विवेकिनः इति वाक्यानि अपि भवन्ति, दुःखः दुःखा दुःखं खलु इति दुःखपदस्य तादृश प्रयोगः अस्ति एव. कष्टपदस्य अपि तादृशप्रयोगः खलु. अतः तत्र लिखितमस्ति अभीलम्. अभीलमपि अन्य कष्टपदस्य अपि अन्य कष्ट इत्युक्ते तत्र इच्छा इति भवति अभीलम्. एवम् इच्छा अस्ति चेत् तादृश इच्छा अस्ति चेत् अन्ततो गत्वा तत्र कष्टं भवेदेव. आरम्भे इच्छा अस्ति चेत् किमपि द्रव्येषु वा अन्य किमपि किमपि अस्ति चेत् यस्य जन्मः अस्ति तस्य मृत्युः भवेत् इति कृत्वा तत्र अभीलम् अपि अस्ति इति तत्र सूत्रे दत्तमस्ति. अतः कष्ट इति पदस्य इति दुःखस्य नवनामानि इति कृत्वा पुस्तके दत्तमस्ति. कष्टः केवलम् एकमेव न, यथा रुचिसम्बन्धे नवनामानि आगतं तादृश अपि अत्र नवनामानि आगतम्. अन्यदपि आगतं तत्र शृङ्गारादयः उदयकुमारमहोदयेन पठितं खलु. तत्रापि तत्र नव इति सन्ति इति अपि उक्तं, परन्तु किम् अस्ति तत् न उक्तं. तद्विषये अपि शृङ्गार इति अस्ति एकं नाटकम् अस्ति खलु. नाटकः भवति शृङ्गारः इति एकः प्रकारः अस्ति. हास्यः इति द्वितीयप्रकारः अस्ति. वयं जानीमः हास्यकथा इति अस्ति चेत् कोऽपि नाटकः अस्ति हास्यविषये भवति. तत्र क्रोधः अथवा रुद्र इति भवति रौद्र इति रौद्र इति भवति. हा कारुण्य हा करुणासम्बन्धे अपि तथा भवति खलु. बिभस्ता इति भवति. भयाङ्क अपि भवति भयम् अस्ति चेत्. वीर अपि भवति. अद्भुत अपि भवति. अत्र अद्भुत इति दत्तमस्ति खलु. एकः प्रकारः अस्ति. अतः नवप्रकाराः सन्ति तत्रापि इति. सत्यसम्बन्धे अपि बहु किमपि अस्ति खलु. तत्र महोदयेन प्रश्नः आसीत् देवकान्तमहोदयेन खलु. सत्यमित्युक्ते केवलं सत्यमिति नास्ति इति. अस्माकं सत्यम् एकं गुणम् अस्ति. परन्तु सत्यं भवति चेत् तदनन्तरम् अन्ये अपि सन्ति. ऋतम् इति कृत्वा अन्यत् द्वितीयं पदमस्ति अपि अस्ति. ऋतम् इति कृत्वा सत्यमस्ति ऋतमस्ति एतादृश सर्वे अपि सत्यं. परन्तु तस्य प्रयोगः भिन्नाः खलु. सत्यम् एवं ऋतं तत्र भेदः कः इत्युक्ते मनसि चिन्तयतु इदानीं. तत्र कोऽपि भवन्तः कोऽपि एक स्वस्य गृहे सन्ति इदानीं खलु. एवं तत्र गृहे कोऽपि आगत्य वदति अहं गृहस्य अन्ते आगन्तुं शक्नोमि वा, अन्य कोऽपि नो चेत् अन्य कोऽपि जनः मां मारयति इति कृत्वा. तर्हि भवान् अथवा भवती वदति आमाम् आगच्छतु आगच्छतु अहं द्वारः इदानीं पुनः न उद्घाटयामि कोऽपि आगच्छति चेत्. तत्र पञ्चनिमेषेषु अनन्तरम् अन्य कोऽपि आगत्य वदति भवतः अथवा भवत्याः गृहे कोऽपि आगतः वा इति प्रश्नं पृच्छति. तर्हि इदानीम् अस्माकम् उत्तरं कीदृशं स्यात्? द्वयोः उत्तरं मार्गद्वयमस्ति खलु. एकमार्गं वदामः चेत् आमामां कोऽपि जनः आगतः अहं द्वारम् उद्घाटयामि आगच्छतु कृपया, ये आगतं तत् नयतु इति सत्यम् अस्ति. इत्युक्ते तत्र वयं जानीमः कोऽपि गृहे आगतः इति कृत्वा पूर्णसत्यं तत्र वदामः चेत् किं भवति? यत् प्रायशः क्रूरव्यक्तिः अस्ति द्वितीये इत्युक्ते द्वितीयवारं यत् आगतं सः इदानीं नयति, प्रथमवारं यत् व्यक्ति आगतं मारयति वा अन्यत् किं करोति इति कृत्वा सत्यवदनेन तथा भवति. ऋतम् इत्युक्ते यदि परिस्थितिः एवम् अस्ति, यः प्रथमे आगतं सः निस्सहायः अस्ति खलु. सः इदानीम् अथवा सहायम् इच्छति इदानीं. किमपि इत्युक्ते अन्य कोऽपि क्रूरव्यक्तिः अस्ति मारयति नो चेत् एतत् ज्ञात्वा कोऽपि वदति तत्र अस्तु अहं जानामि पूर्णसत्यं वदामि चेत् एकः प्राणः गच्छति एव तत्र अहं सत्यं तत्र वदामि चेत् अहम् इदानीं न जानामि तत्र पूर्णपरिस्थितिः तत्र कीदृशः अस्ति इति कृत्वा वदति अहं न न इदानीम् अपि कोऽपि न आगतं भवान् गच्छतु भवान् किमर्थम् अत्र आगतं मया गृहम् इति वक्तुं शक्येत तत्र किमर्थम् इत्युक्ते परिस्थितिः न जानीमः कीदृशः तर्हि ऋतं वदति चेत् तदा तत्र एकः प्राणः न गच्छति तत्र तदपि अन्यत् एकसत्यं यदा परिस्थितिः पूर्णतया जानीमः कीदृशः परिस्थितिः अग्रे गत्वा किञ्चित् निमिषेषु अथवा किञ्चित् दिनेषु परिस्थितिः कः सर्वे जानन्ति तत्र ये आरक्षकाः सन्ति वा ते पुनः आगत्य ते पश्यन्ति तत्र कीदृशः यः दोषी अस्ति सः अथवा सा दण्डं प्राप्नोति एव परन्तु किञ्चित् अनन्तरं तादृशपरिस्थितिः भवति चेत् तत् ऋतम् इति अपि अस्ति तर्हि सत्यमस्ति ऋतम् अस्ति तत्र द्वयोः इति सत्यमेव परन्तु कस्मिन् सन्दर्भे सत्यं वदामः तद्विषये अपि अस्ति एतादृश कृत्वा सत्यं विषये अपि तादृशपरिस्थितिः अस्ति महोदय ऋतमित्युक्ते असत्यम् इति नास्ति वा असत्यम् इति नास्ति सत्यस्य प्रयोगः भिन्नसन्दर्भे यत्र तत्र सन्दर्भः किम् अस्ति इत्युक्ते यः वदति तस्मिन् मनसि कोऽपि स्वस्य कृते कोऽपि इच्छा नास्ति लाभः नास्ति लाभः किमपि नास्ति परन्तु किं वदनेन सर्वे अग्रे गच्छन्ति न तु एकम् अग्रे गच्छति द्वितीयः अधो गच्छति एकस्य मरणं भवति चेत् तत् समीचीनं वा न वा अनन्तरं तत् आरक्षकाः अन्ये कोऽपि ते सम्यक्तया ज्ञातुं भविष्यन्ति अग्रे गत्वा परन्तु साक्षात् तत् समये तस्य स्वस्य कृते कोऽपि लाभः नास्ति इति कृत्वा ऋतं सत्यस्य अन्यरूपम् अस्ति तत् इति अस्ति तावद्विषये इति अन्यरूपाणि अपि सन्ति सत्यशब्दस्य अपि इति कृत्वा अद्यतन पाठस्य यदि सारांशेन वदामः चेत् रुचिरसवाचकाः इदानीं वदामः चेत् तत्र चत्वारः सोपानानि सन्ति तत्र खादनविषये अस्ति नाटकविषये अस्ति सत्यविषये अस्ति अथवा सत्यादय विषये अस्ति कष्टादय विषये अपि अस्ति खलु इति रुचिः इत्युक्ते तादृशः रुचिः इत्युक्ते तादृशः अतः यदि भवन्तः पाठयन्ति रुचिविषये अभ्यासपुस्तकं तर्हि कीदृशप्रयोगः तत्र रसप्रयोगः कुर्वन्ति चेत् तत्र कोऽपि शङ्का न स्यात् खलु विशेषणविशेष्य भावसन्दर्भे कोऽपि शङ्का न स्यात् अतः कानिचन तत्र छात्राः सन्ति चेत् ते सर्वदा प्रश्नं पृच्छन्ति तत्र किमर्थं तत्र शर्करायाः याः रुचिः मधुरः किमपि मधुरा किमपि नास्ति इति प्रश्नः आगच्छति अतः शर्करायाः रसः मधुरः इति शिक्षकाः वदन्ति अभ्यासपुस्तके अपि यत् अस्ति अस्तु कोऽपि प्रश्नः वा महोदय एतावत् अन्यत् एकं प्रश्नं रसवाचकशब्दविषये नास्ति परन्तु दुःखम् इति पदे किमर्थं विसर्गः अस्ति इति मम प्रश्नः दुःखः वा आम् दुःखः दुःखस्य अनन्तरम् एकः विसर्गः अस्ति खलु अस्ति एव पुल्लिङ्गे अस्ति चेत् महोदय पुल्लिङ्गे अस्ति चेत् न भवान् दुःखः न दकारस्य अनन्तरं ये विसर्गः अस्ति चेत् तस्य विषये अस्ति चर्चा तत्र दुःशासन तत्रापि दुश्चासन तत्रापि विसर्गः सन्ति तत्र दुस्विसर्गः दकारस्य अग्रे खलु दुकारस्य द उ अनन्तरम् एकं विसर्गः अस्ति हा दकारस्य अग्रे एव अस्ति खलु गीताप्रवेशे अस्ति तस्य चतुर्थपुटे अयोग्वाहाः उपद्मानीयः उपद्मानीयः जीवमूलीयः परन्तु क ख इति पूर्वः अर्धविसर्गसदृशो वर्णः जीवामूलीयं न न न तत् तथा अस्ति न सुखं पदे नास्ति खलु केवलं दुःखं पदे एव भवान् अत्र अत्र यथा अश्लेषमहोदयेन उक्तवान् अत्र उपद्मानीयः अयोगवाहः अस्ति अयोगवाहः इत्यर्थे अनुस्वारविसर्ग अख अख अर्धविसर्जनी विसर्गस्य अनन्तरं यदि ककारः खकारः अस्ति चेत् अर्धविसर्गस्य उच्चारणस्य अनन्तरं ककारः खकारः उपद्मानीयः उपद्मानीयः न विसर्जनीय अनन्तरम् उपद्मानीय अस्ति चेत् अर्धविसर्गस्य सदृश अनन्तरं पकार अथवा पकार अस्ति चेत् उपद्मानीयानं सो दीस् आर् आल् अयोगवाह देट् इस् वाट् ईस् सेयिङ्ग् परन्तु मम प्रश्नः उच्चारणविषये नास्ति किमर्थं लेखनविषये अस्ति भगिनि उच्चारणविषये नास्ति केवलं दुःखशब्दे सुखशब्दे अपि खकारम् अस्ति खलु परन्तु विसर्गः नास्ति हा परन्तु दुस् इति तत्र तत्र दुस् इति प्रत्ययः उपसर्गः अस्ति न दुस् इति सकार अर्धसकारः अस्ति चेत् तस्य विसर्गः भवति अर्धविसर्गः भवति इति मम चिन्तनं हा महोदय तत्र खकारः बहुत्र दृश्यते न तु केवलं दुःखे खलु धातुः कः कुतः आगतः विसर्गस्य एतद्विषयः तत्र शब्दरूपविषयः अस्ति न तु व्याकरणविषयः अस्ति परन्तु प्रश्नः समीचीनः अस्ति दुःखस्य धातुः भिन्नम् अस्ति इति कृत्वा तत्र विसर्गः आयाति न तु सुखे इति तादृशः नास्ति अन्यदपि द्रष्टव्यमस्ति तत्र पूर्णतया किम् अस्ति किञ्चित् दृष्ट्वा वदामि तत्र कुतः आगतः दुःख कुतः आगतः धातुः कीदृशः किमर्थं तत्र विसर्गः वर्तते किमर्थं न वर्तते किञ्चित् विषयान्तरम् अस्ति अस्माकं परन्तु हा इत्युक्ते तत्र शब्द उत्पन्नः कुतः अभवत् तत् द्रष्टव्यमस्ति तत् विषये आमाम् अस्तु समीचीनः विषयः अस्तु अन्यत् कोऽपि प्रश्नाः सन्ति वा अस्तु विरमामः आगामिसप्ताहे मिलामः अस्तु नमस्कारः धन्यवादः धन्यवादः धन्यवादः